सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षे विद्यां देहि नमोऽस्तुते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयः अस्ति धातुविज्ञानं तृतीय, तत्र अभ्यासः प्रचलन् अस्ति। अभ्यासे तत्र वेणधातुविषये किञ्चित् वक्तुम् इच्छामि। धातुपाठे तत्र कानिचन, कृपया सर्वे म्यूट् मध्ये तिष्ठतु। तत्र प्रतिध्वनिः श्रूयते, अतः यदा वक्तुमिच्छति चेत् तदा एव अन्म्यूट् कृत्वा वदतु। सो धातुपाठे तत्र कानिचन एजन्तदातवः सन्ति, यथा एजन्तदातवः इत्युक्ते एज् प्रत्याहारस्य वर्णः यस्य धातोः अन्ते सः एजन्तदातुः। एज् प्रत्याहारे ए ओ ऐ औ इति चत्वारि तत्र स्वराः सन्ति। वेणधातुः एजन्तदातुः, ए धातुः एजन्त वा हलन्त वा धातुः इगन्त वा नो चेत् तत्र एजन्त वा इति सर्वं तत्र अनुबन्धानां निष्कासनम् अनन्तरम् एव तत्र निर्णेतव्यम्। सो वेणधातुः ञकारस्य संज्ञा अस्ति, तेन एतद् धातुः त्वरितनित कर्तरी अभिप्राय क्रियाफले इति सूत्रेण एतत् धातुः तत्र उभयपदी भवति। सो अत्र रूपद्वयस्य सिद्धिः, तिङन्तरूपद्वयस्य सिद्धिः भवितुं शक्नोति। सो वेणधातुः तत्र एकं सूत्रमस्ति अष्टाध्यायीग्रन्थे आदेच उपदेशे अशीति। सो आदेच उपदेशे अशीति इत्युक्तेन तत्र आत् एचः, आत् इति यः पदमस्ति, आत् पदे तत्र तपर्करणम् अस्ति। आत् इति प्रथमान्तम् अस्ति, एच् एचः इति तत्र षष्ठ्यन्तम् अस्ति उपदेशे। सो एतत् सूत्रम्, एतत् सूत्रस्य विषये तत्र बहु गाढचिन्तनम् अस्ति, परन्तु इदानीं तत्र किम् अवगम्य अत्र सूत्रस्य अर्थः कः? सूत्रं वदति उपदेशावस्थायाम् इत्युक्ते तत्र एजन्तदातूनाम् आत्वं भवति, परन्तु अस्मिन् सूत्रे एव तत्र लिखितम् अशीति। सो अशीति इत्युक्ते अत्र नञ् तत्पुरुषसमासः अस्ति। सो अशीति इत्युक्ते तत्र नशीति। सो यदि मम विवक्षा, यदि अहं वेणधातुः भुवादिगणे अस्ति, भुवादिगणे शप् विकरन् प्रत्ययः, यदि अहं मम विवक्षा लट्लकारस्य नो चेत् लोट् अथवा लङ् अथवा विधिलिङ्ग्लकारस्य अस्ति चेत् अहं जानीमः तत्र शप् प्रत्ययः तु आयाति एव। न श्रूयते वा? श्रूयते महोदय। आम्, तत्र दट् इस् वै ऐ केप्ट् द आल् द पीपल् एस् म्यूट् बिकास् सम् डिस्टर्बेन्स् इस् देयर्। जगदीश महोदय, कृपया लीव् कृत्वा पुनः आगच्छतु। अन्येषां कृते तु तत्र ध्वनिः सम्यक् अस्ति। अतः अत्र यदा मम विवक्षा लट् लोड् लङ् विधिलिङ्गकारस्य अस्ति वेन विषये, तत्र क्षितिपरे एतत् कार्यं न भवति, इत्युक्ते आत्वं न भवति. सो उपदेश अवस्थायां सूत्रं वदति, उपदेशे एव तत्र ध्वनिः आयाति. कृष्णमूर्ति महोदय कृपया म्यूट् मध्ये तिष्ठतु. महोदय तत्र किञ्चित् ध्वनिः आयाति. अस्तु महोदय, धन्यवादः. सो उपदेश अवस्थायाम् अत्र यद्यपि सूत्रं वदति उपदेशावस्थायां तत्र एजन्तधातूनाम् आत्वं भवेत्, तथापि अत्र अशीति अस्ति. सो शिति न भवति, शितिकार्यं न भवति. अशीति इत्युक्ते न शिति. सो शितिकार्यं न भवति इत्युक्ते एजन्तधातुः शितिपरे तत्र आत्वं न प्राप्नोति. अतः यदा वयं वेयोगशप् कुर्मः तत्र केवलं सन्धिकार्यं भूत्वा तत्र आय् इति आदेशः भवति. एचो यवायावः इत्यनेन तत्र ए स्थाने तत्र आय् आदेशः भवति. सो तत्र वयति इति रूपं भवति. परन्तु यदि वयं यदा वयं वेन् वेञ् योग तृच् कुर्मः, तृच् प्रत्ययः तु शित् नास्ति, अतः अत्र आत्वस्य प्रसक्तिः. सो आदेच् उपदेशे अशीति इति सूत्रेण अत्र वे स्थाने अत्र एकारस्य स्थाने आत्वम् इति अनेन सूत्रेण भवति. किमर्थं चेत् मम विवक्षा तृच् प्रत्ययस्य अस्ति. सो शितिकार्यं न भवति, अशितिकार्यं भवति. सो तृच् प्रत्ययः अशित् प्रत्ययः, अतः अत्र वा इति भवति. सो अत्र वात्र इति प्रातिपदिकं, वात्र इति प्रातिपदिकम् अस्ति चेत् अत्र पुल्लिङ्गे वाता भवति. अनन्तरं वात्रयोग नीप् कुर्मः चेत् वात्री इति स्त्रीलिङ्गे भवति इति तत्र एजन्तधातूनां. सो एजन्तधातूनां तत्र आत्वम् आत्वस्य निर्देशः, परन्तु क्षिति कार्यम् आशिति आत्वस्य तत्र निषेधः. सो यदा वयं शित् विहाय कोऽपि अन्यप्रत्ययः योजयामः तत्र एजन्तधातूनाम् आत्वं भवति. सो एच् प्रत्याहारस्य वर्णस्य स्थाने तत्र दीर्घ आकारस्य आदेशः भवति. सो आत् इति तपरकरणम् अस्ति, अतः आत् इति अत्र दीर्घ आकारस्य आदेशः. सो वे इति वा भवति यदा वयं तृच् यदा मम विवक्षा तृच् प्रत्ययस्य अस्ति. नो चेत् तत्र नवुल् प्रत्ययस्य अस्ति चेत् कोऽपि अशित् प्रत्ययः योजयामः चेत् तत्र एजन्तानां तत्र एजन्तानां धातूनां तत्र आत्वं प्राप्नोति, आत्वं भवति. अत्र कोऽपि अन्यत् एजन्तधातुः अस्ति वा? एतत् सर्वं सर्वैः कृतं न, कैः अस्ति. सो कैः इति यः अस्ति सः अपि एजन्तधातुः, अत्र कोऽपि अनुबन्धवर्णः एव नास्ति. कैः विषये कः वदति? का भवति तु अत्र कैः न कै शब्दः अधः एक दण्डम् अस्ति वा महोदय? अधोभागे एकं लघुरेखा अस्ति, रेखा अस्ति. आम्, अतः किमपि अनुबन्ध स्वर वर्णः नास्ति, अतः एकातः उपदेशे अनुदातात् इति सूत्रे प्रथमे धातुः किं पदी अनुदात्त न किं पदी अनुबन्ध किमपि नास्ति, अतः उदात् शेषात् कर्तरि परस्मैपदम् इति सूत्रेण परस्मैपदी धातुः अस्ति अतः कै योग अयोगति भवति एकोन एचोयवायावः इति सूत्रेण कै काय् भवति काय् योग अयोगति कायति भवति इदानीं इदानीं धातुः अनिट् अस्ति एकात्तः उपदेशे अनुदात्तात् इति सूत्रेण धातुः अनिट् अस्ति तृच् प्रत्ययः कै काय् तृच् प्रत्ययः इडनुकूलम् अस्ति सेट् अस्ति हलन्त्यम् इति सूत्रेण चकारस्य इत् भवति तृ अवशिष्यते तृ अनुदात्न आर्धधातुक आर्धधातुकस्ये वलादेः इति सूत्रेण वल् अस्ति वलादि अस्ति ने द्वशीकृति इति सूत्रेण वश् नास्ति अवशी अस्ति अतः सेत् अस्ति इदानीं धातुः अनिट् अस्ति प्रत्ययः सेट् अस्ति अतः इडनुकूलः नास्ति प्रत्ययः तु इडनुकूलः अस्ति परन्तु धातु इडनुकूलः नास्ति अतः इडागमः न भवति न भवति इदानीं काय् योग अपि च अत्र आदेच उपदेशे अशीति इति सूत्रेण ऐ स्थाने तत्र किम् आदेशः अशीति दीर्घ आकारस्य आदेशः भवति कस्य स्थाने भवति वै स्थाने ऐ स्थाने ऐ स्थाने सो अत्र का इति भवति का योग तृच् अस्ति ओ इदानीं ओके वेन् तृच् मध्ये यदा मम विवक्षा तत्र तृच् प्रत्ययस्य अस्ति तदा एव कै का भवति किमर्थं चेत् तृच् अशित् प्रत्ययः अस्ति सो आदेश उपदेशे अशीति इत्यनेन तत्र कैका भवति धातु तु अन्यट् एव मूले तत्र ऐकारः अनुदात् ऐकारः अतः धातु अन्यट् एव सो का योग तृ इदानीं भवति अतः अत्र प्रातिपदिकं कात्र अस्ति कात्र पुल्लिङ्गरूपे काता स्त्रीलिङ्गे कात्री पुल्लिङ्गे किं भवति कात्री पुल्लिङ्गे काता स्त्रीलिङ्गे कात्री एतत् अन्तिमपरिच्छेदमपि पठतु भगिनि एतत् परिसमाप्तिः इति वा करपत्रत्रयेण अस्माभिः सम्पूर्णं धातुविज्ञानं प्राप्तं प्रथमे करपत्रे इत्संज्ञाप्रकरणं कथम् अनुबन्धानां लोपः क्रियते द्वितीये करपत्रे सत्वं नत्वं नुमागमः उपधादीर्घः करपत्रद्वयेन मूलधातुः प्रक्रियार्थं सिद्धिः भवति अस्मिन् तृतीये करपत्रे धातुः सिद्धः भवति सिद्धः भवति अस्मिन् तृतीये करपत्रे स्वरविज्ञानं पदव्यवस्था इड् व्यवस्था च स्वरविज्ञानेन धातोः सम्पूर्णबोधः लभ्यते. अग्रे गत्वा मूलधातुः अस्माकम् आधारः. अनेन मूलधातुना सर्वेषां सर्वधातुकलकाराणां सिद्धिः, तत्पश्चात् आर्धधातुकलकाराणां सिद्धिः, परं कृदन्तानां सिद्धिः, अन्ते तद्धितानां मूलाधारः अपि अयमेव मूलधातुः. इत्युक्ते तत्र तद्धित् प्रत्ययस्य योजनार्थमपि तत्र यः प्रातिपदिकमस्ति सः कृदन्तप्रातिपदिकम्. सो कृदन्तप्रातिपदिकस्य निर्माणं मूलधातुतः एव सम्भवति. अतः मूलधातु व्याकरणशास्त्रे यः मूलधातुः अस्ति सः एव तत्र तस्य ज्ञानम् आवश्यकम्. सो कृदन्तस्य सिद्ध्यार्थमपि मूलधातुः आवश्यकम्. सार्वधातुकलकाराणां सिद्ध्यार्थमपि मूलधातुः आवश्यकम्. सो मूलधातु ज्ञानम् अस्ति चेत् तत्र स्वरविज्ञानस्य ज्ञानम् अस्ति चेत् तत्र अस्माभिः अनन्तरं कार्याणि सुलभतया भवति. तत् तद्प्रत्ययस्य योजनं वा कृत्प्रत्ययस्य योजनं, नो चेत् तत्र तिङ्प्रत्ययस्य योजनम्. सो अत्र चित्रद्वयं तत्र दत्तम्. एतत् एकवारं गृहपाठरूपेण तत्र पठतु. अत्र सर्वेषां यानि सूत्राणि अस्माभिः पठितम्, अनुदात्तन्यतात्मनेपदं, स्वरितन्यत् कर्त्री अभिप्राये क्रियाफले, अपि च शेषात् कर्तरी परस्मैपदम्, अत्र स्थूलरूपेण तत्र कथम् एतेषु सूत्रेषु तत्र धातुः मूलधातुः किं पदी इति वयं कथम् अवगन्तुं शक्यते इति तत्र चित्रयोः तत्र दत्तमस्ति. सो एकवारं पठतु एतत् सर्वम्. एकं चित्रमस्ति पदव्यवस्थाविषये, द्वितीयचित्रमस्ति इड्व्यवस्थाविषये. सो धातुः कदा इडनुकूलः भवति, प्रत्ययस्य कृते कानि सूत्राणि, निषेधकसूत्राणि, सूत्रं किम् अस्ति इति सर्वम् अत्र अस्ति. अभ्यासविषये कोऽपि भ्रमः अस्ति चेत् कृपया पृच्छतु, अन्यथा नूतनकरपत्रस्य प्रति गच्छामः. सर्वैः अभ्यासं कृतं न? आं महोदय. यदा वयं तृच् प्रत्यय योजयामः तदा लौकिकरूपम् एव योजनीयं वा? धातु लौकिकरूपं वा? प्रथमे तत्र मूलधातुः भिन्नम् अस्ति, लौकिकरूपं भिन्नम् अस्ति. सो यदि तत्र मूलधातु नयामः तेन आधारेण वयं ज्ञातुं शक्यते त्रिच् प्रत्ययस्य विवक्षा अस्ति चेत् तत्र तु केवलं धातुः इडनुकूलः न वा इति तत्र ज्ञानम् आवश्यकं. सो यदि इफ् ऐ नो पूर्वे एव जानीमः तत्र एतत् धातुः अनिट् अस्ति तदा तु मया तत्र लौकिकरूपं सोपानेन गच्छामः चेत् तत्र मूलधातु एव अस्माभिः तत्र स्वीकरणीयं. सो मूलधातुः तत्र प्रथमे इत्संज्ञकवर्णानां तत्र निष्कासनम्, अनन्तरं मूलप्रत्ययः तस्मिन्नपि इत्संज्ञकवर्णानां निष्कासनम्, अनन्तरं सर्वं ज्ञानं तत्र धातोः एव भवति. अतः मूलधातुः एव प्रथमे स्वीकरणीयम्. फोर् एक्साम्पल् नित्र धातुः मूलरूपं निद्र अस्ति, लौकिक निद्र. फस्ट् सेकेण्ड् अत्र अस्ति लौकिक. आं भगिनि, सेकेण्ड् रुम् नेक्स्ट् सो अत्र लौकिकरूपं निद् भवति, तदनन्तरं नेद् कृत्वा we have to add to trich iti va kim kimartham ned krutva laukik rupam ned nit asti itukte atra nid nakarah api bhavati danti nakarasya api adeshah bhavati no nah am it becomes nit but finally guna prasanga api asti kalu tena ned bhavati so suppose atra nidyoga kta kurmah chet tatra to nidev tishtati na tatra nedna bhavati kimartham chet kta pratyah kit asti tatra nidvishaye gunah na bhavati so nidev tishtati tatra to kit karanena gunasya badha bhavati kiniti cha sutrena parantu trich pratyah yada vayam trich pratyah कस्यचित् धातुः अनन्तरं योजयामः त्रिच् तो तत्र कित् गित् नित् नास्ति आर्धधातुप्रत्ययः अस्ति अतः तत्र त्रिच् कारणेन गुणः भवितुं शक्नोति धातुगुणप्रसङ्गः अस्ति चेत् करणीयम् अवश्यकरणीयम् अतः नेद् भवति सो लौकिकरूपं तु निद् एव अस्ति न तु नेद् अस्ति धन्यवादः अतः सि अस्माकं यः सार्वधातुक अर्धधातुकयोः इति सूत्रेण यः सार्वधातुकप्रत्यय परे अपि गुणकार्यं भवति अर्धधातुकप्रत्ययपरे अपि गुणकार्यं भवति सार्वधातुकप्रत्ययः अपित् अस्ति चेत् सार्वधातुकम् अपित् इत्यनेन सह निद्वं कार्यं करोति अतः तत्र गुणस्य बाधा भवति तथैव आर्धधातुकप्रत्ययः यदि कित् कित् नित् अस्ति चेत् तत्रापि गुणस्य बाधा भवति सो सर्वेषां सार्वधातुकप्रत्ययानाम् अनन्तरं गुणकार्यस्य प्रसङ्गः नास्ति यः सार्वधातुकप्रत्ययः पित् अस्ति तत्र एव गुणकार्यस्य प्रसङ्गः तथैव सर्वेषाम् आर्धधातुकप्रत्ययनिमित्तीकृत्य गुणकार्यं न भवति यदि आर्धधातुकप्रत्ययः कित् गित् नित् अस्ति चेत् तत्रापि गुणस्य बाधा भवति किमर्थं चेत् किनिति च सूत्रं वदति यत् किमपि प्रत्ययः सः कित् नो चेत् नित् अथवा गित् अस्ति चेत् तत्र गुणकार्यस्य यद्यपि प्रसङ्गः अस्ति तथापि न भवति अतः एतत् सर्वं प्रत्ययस्य विषये अवश्यं चिन्तनीयं गुणकार्यस्य पूर्वे एव चिन्तनीयम् अत्र प्रत्ययः इडन् गुण अनुकूलः वा न वा अनन्तरमेव गुणकार्यं करणीयम् अन्ते इक् वर्णः अन्ते अस्ति चेत् सार्वधातुकार्धधातुकयोः इक् वर्णः उपधायाम् अस्ति चेत् पुगन्तलघुपदस्य च तत्र सूत्र द्वयं तत्र स्तः गुणकार्यस्य विषये तथैव वृद्धिकार्यस्य विषये अपि सूत्रद्वयं तत्र अचोनिनिति अपि च अत् उपधायाः यदा वयं तत्र निर्योग नवुल् कुर्मः नवुल् तृचौ इति सूत्रेण तत्र तृच् प्रत्ययस्य विधिः भवति विधिसूत्रम् अस्ति नवुल् तृचौ सो नवुल् नवुल् योजयामः सः अपि कर्तारमेव बोधयति तृच् प्रत्ययः अपि कर्तारं बोधयति कर्तरिप्रत्ययः कृत् प्रत्ययः अस्ति कर्तरि कृत् इत्यनेन मूले सर्वे कृत् प्रत्ययः कर्तर्थके भवति इत्युक्ते कर्तारम् एव बोधयति परन्तु तत्र अपवादसूत्राणि अपि सन्ति यथा तव्यतव्यत् अनियर् सो यदा वयम् अनियर् योजयामः तत्र पठनीयं भवति सो पाठं पठनीयं सो अनियर् प्रत्ययः कर्तारं न बोधयति तत्र कर्मपदस्य प्रसक्तिः अस्ति किं पठनीयं न तु कः पठति सो अनियर् तव्यत् तव्य एते त्रीणि प्रत्ययाः कृत् प्रत्ययाः तत्र कर्मपदं बोधयति अतः पाठः पठनीयं तथैव विद्यालयः गन्तव्यः सो तत् मूले तु सर्वे परन्तु यदा वयं नवुल् योजयामः निद्योग नवुल् कुर्मः नवुल् प्रत्ययः नित् अस्ति सो यदि तत्र अन्ते कोऽपि स्वरः अस्ति, पाठयोग नवल् कुर्मः, तत्र पाठ भवति. किमर्थं चेत् अत् उब्दायाः इत्यनेन उब्दायां ह्रस्व अकारस्य वृद्धिः भवति. नवुल् प्रत्ययः णित् अस्ति, अत्र मूर्धन्यनकारस्य इति संज्ञा अस्ति. सो पाठयोग वू स्थाने अक आदेशः भूत्वा तत्र पाठकः भवति. सो पाठकः यः अस्ति सः, यः पठति सः पाठकः, तत्र कर्तारं बोधयति. पाठकः इत्यनेन तत्र कर्ता यः अस्ति तस्य बोधः जायते, न तु कर्मपदस्य. सो नवुल् तृच् प्रत्ययः कर्तारम् एव बोधयति. अतः तत्र मूले सर्वे कर्तरीकृत् इत्यनेन सर्वे कृत् प्रत्ययाः महर्षिणा औत्सर्गिकरूपेण तत्र कर्तरीकृत् इति सूत्रेण कर्तारं कर्तर्थके अस्ति. कर्तर्थके अस्ति इत्युक्ते कर्तारं बोधयति, परन्तु अपवादाः सन्ति तत्र, यथा अनियर् विषये, तव्यत् विषये, तव्यविषये. धातुयोगप्रत्ययः कुर्मः चेत् तत्र सर्वदा द्रष्टव्यं प्रत्ययः सार्वधातुक् वा अर्धधातुक् वा. अर्धधातुक् अस्ति चेत्, अर्धधातुक् अस्ति चेत् कित् गित् नित् तु नास्ति. कित् गित् नित् अस्ति चेत् गुणस्य बाधा भवति. तथैव सार्वधातुकप्रत्ययेषु पित् अस्ति वा अपित् अस्ति. अपित् अस्ति चेत् अतिदेशसूत्रेण सह निद् इव भवति, निद्वद् व्यवह्रियते प्रत्ययः. निद् इव भवति चेत् गुणस्य बाधा, किनिति च सूत्रे नित् प्रत्ययः आधारीकृत्य अपि गुणकार्यस्य बाधा. अतः एतत् सर्वं तत्र किमर्थं चेत् अङ्गे गुणकार्यं, गुणकार्यस्य बहु तत्र प्रसङ्गः अस्ति बहुषु धातुषु विषये. अतः तत् द्रष्टव्यं, सर्वदा द्रष्टव्यं प्रत्ययस्य स्वभावः कः, सार्वधातुक् वा अर्धधातुक् वा, अपि च कित् गित् नित् तु नास्ति. तत् सर्वं द्रष्टव्यम्. इदानीं तत्र यः चतुर्थ अध्यायः, अष्टाध्यायी उदाहरणमस्ति, तत्र अन्तिम आकारः अनुदात्त अस्ति, परन्तु प्रथम यकार अपि इत् भवति खलु आदिर्निटुडवः इति सूत्रेण. कुत्र अस्ति न उदाहरणं महोदय, यु जस्ट् स्क्राल् डौन्. अत्र यकार आदिर्निटुडवः इकार अपि इत् भवति खलु, नीवर्णसमूह समुदायस्य इत्संज्ञा अस्ति. परन्तु यकारः अस्ति खलु तत्र, ऐ मीन् द चचजजन्य स्वरितयित सूत्रम् अपि भवितुं शक्यते वा अत्र? निषिद्धा अत्र नकारस्य इत्संज्ञा भवति वा? अत्र किं लिखितम्? अत्र तु अनुनासिककारः अनुदात् अस्ति, अतः आत्मनेपदम् अस्ति. बट् ऐ एम् कन्फ्यूस्ड् अबौट् प्रथम वा वदामि भगिनि. किमर्थं चेत् तत्र इर्संज्ञावाच्य यत्र यत्र इर् इति वर्णसमुदायस्य इत्संज्ञा भवति तत्र इकारस्य आधारेण तत्र कार्यं भवति, परन्तु अत्र तादृशचिन्तनम् अस्ति वा नास्ति? अत्र तु भवति, अत्र नी इति वर्णसमुदाय सो वयं तत्र धातुः अणित् अस्ति वा नास्ति इति वक्तुं शक्यते वा न शक्यते इति अहं पृच्छामि. महोदय, अत्र तु वर्णसमुदाय अस्ति, न कि इत् अस्ति. मया किम् उक्तं महोदय, यत्र इर् इति वर्णसमुदायस्य इत् संज्ञा भवति, तत्र इकारस्य आधारेण कुत्रचित् पदव्यवस्थाविषये अपि चिन्तनम् अस्ति. सो यदि तत्र भवितुं शक्नोति, अत्र किमर्थं न भवति? सो एतत् सर्वं तत्र द्रष्टव्यं, दृष्ट्वा वदामि भगिनि अस्य विषये किमर्थं नकारस्य विषये तत्र चिन्तनं नास्ति. महोदय वदामि वा? के के धातु अस्ति महोदय अत्र? कै धातु अस्ति? कै धातु भवादिगणे प्रथम पुरुष एकवचन विवक्षा अस्ति चेत् काय भवति? तत्र सन्धि अस्ति. तत्र केवलं सन्धिकार्यं, किमर्थं चेत् शितिपरे आत्वस्य निषेधः श्रूयते वा महोदय? तत्र केवलं सन्धिकार्यमस्ति. यदा शित् प्रत्ययः योजयामः तत्र काय् भवति. सो तत्र यः आकारः सः आदेश उपदेशे अशिति इत्यनेन न आयाति. सः ऐ स्थाने तत्र यदा तत्र अकारः शप् प्रत्ययस्य अकारः परे अस्ति तदा तत्र एचोयवायावः इति सूत्रेण ऐ स्थाने आय् आदेशः भवति. सो काय इति अङ्गम् अस्ति, अनन्तरं कायति इति रूपं भवति. परन्तु यदा महोदय तिज् प्रत्ययं योजयामः तर्हि तु किं भवति? अत्र सूत्रं कार्यकर्ति आदेश उपदेशे अशीति. हा, तो तत्र कै कै स्थाने आ भवति, तु का का का का भवति? तत्परं तिच् योजयामः तु का कात्री भवति. आम्, कात्र इति प्रातिपदिकं. कात्री तु प्रातिपदिकं भवति तु. आम्, सो तत्र काता इति रूपं. काता पुल्लिङ्ग अस्ति स्त्रीलिङ्ग? पुल्लिङ्ग. स्त्रीलिङ्गविषये तत्र रिन्येभ्यो नीप् इति सूत्रेण स्त्रीलिङ्गपदस्य तत्र यदि अहं स्त्रीलिङ्गं बोधयितुं तत्र ऋकारान्त् इति कात्र यः अस्ति ऋकारान्त् प्रातिपदिकम् अस्ति. सो ऋकारान्त् प्रातिपदिकं कृदन्त् प्रातिपदिकम् अस्ति, ऋकारान्त् कृदन्त् प्रातिपदिकम् अस्ति. तत्र स्त्रीलिङ्ग् द्योतयितुं नीप् प्रत्ययः विधीयते, स्त्रीप्रत्ययः नीप् अस्ति. सो ऋण्येभ्यो नीप् इति सूत्रेण तत्र अत्र नीप् योजनीयम्. सो यदा अहं मया नीप् इति स्त्रीप्रत्यय योजनीयं, तत्र कात्री इति प्रातिपदिकं भवति स्त्रीलिङ्गे. अनन्तरं नदी इव तत्र रूपाणि सन्ति. कात्री इति स्त्रीलिङ्ग् प्रातिपदिकम्, एकवचने कात्री एव अस्ति. नदी इति शब्दं नदी, एकवचने नदी एव अस्ति. तथैव अत्र स्त्रीलिङ्ग् एकवचने कात्री एव भवति. महोदय, सूत्रं संख्या किम् अस्ति? कस्य सूत्रसङ्ख्या? नीप् प्रत्ययस्य विधिसूत्रं वा? आम्, मया तत्र वाट्साप् मध्ये प्रेषितम्, अहं चिन्तयामि तत्र अस्ति. अस्ति महोदय, ऋण्येभ्यो नीप् इति सूत्रं तत्र टैप् करोतु. यदि अहम् अष्टाध्यायी डाट् काम् इति गच्छामः, तत्र सूत्रपाठः इति अत्र ऋण्येभ्यो नीप् इति टैप् कुर्मः चेत् ऋकारः कुत्र अस्ति? 4.15 नीप् इति स्त्री प्रत्ययस्य अत्र विधिसूत्रम् अस्ति. ऋकारान्त् अपि च नकारान्त् प्रातिपदिकस्य अनन्तरं स्त्रीलिङ्ग् द्योतयितुं तत्र नीपप्रत्ययः विधीयते इति सूत्रं वदति. सो अस्माभिः स्त्रीलिङ्गपदस्य द्योतय तत्र निष्पत्यार्थं तत्र नीप् योजनीयम्. अस्तु, इदानीं तत्र नूतनकरपत्रस्य विषये गच्छामः. कोऽपि अन्यत् प्रश्नः अस्ति चेत् कृपया पृच्छतु, नो चेत् नूतनकरपत्रस्य प्रति गच्छामः. एतत् अभ्यासः सर्वैः तत्र करणीयम्. एतत् किमर्थं चेत् अत्र बहूनि सूत्राणि सन्ति. पदव्यवस्थाविषये त्रीणि सूत्राणि, अपि च अनन्तरम् इड्व्यवस्थाविषये अपि एकं विधायकसूत्रं, सूत्रद्वयं निषेधकसूत्र. अस्तु, इदानीं नूतनकरपत्रस्य प्रति गच्छामः. सार्वधातुकलकाराः अर्धधातुकलकाराः च. सो लकाराः वयं जानीमः, तत्र दशलकाराः सन्ति व्याकरणशास्त्रे. दशलकाराः सन्ति लट् लोट् लङ् विधिलिङ्, अपि च तत्र लृङ्लकारः, लृट् लकारः, वेदे लेट् लकारः, अनन्तरं तत्र लुट् लकारः अपि अस्ति. सो लेट् लकारस्य विषये तु चिन्तनं नास्ति व्याकरणशास्त्रे. अतः अस्माभिः तत्र ये दशलकाराः सन्ति तेषां लकाराणां तत्र विभजनं माता पुष्पा दीक्षित माता द्वारा तत्र किं कृतम्? एते दशलकाराः भागद्वये तत्र विभजिताः तया. सो सार्वधातुकलकारः अर्धधातुकलकारः इति एतादृशः नामकरणं तत्र अष्टाध्यायीग्रन्थे नास्ति, परन्तु सूत्राणां यः आयोजनमस्ति सः तत्र सार्वधातुकविषये यानि सूत्राणि, लकाराणां विषये यानि सूत्राणि, तानि एकस्मिन् स्थले तत्र भिन्नप्रकारेण दत्तम्. अपि च ये अर्धधातुकलकाराः सन्ति तेषां विषये तत्र भिन्नचिन्तनम् अस्ति. अतः तत्र सौलभ्यार्थं तत्र प्रक्रिया कथं सुलभं भवेत् अस्माकं सविधे, तत्र माताजी किं कृतं, तत्र लकाराणां विभजनं कृतं. तत्र चत्वारि लकाराः लट् लोट् लङ् अपि च विधिलिङ्ग् लकाराः, तेषां नामकरणमस्ति सार्वधातुकलकाराः. अन्य षट् लकाराः ये सन्ति लृट् लृङ् अपि च लुट् लकारः, अनन्तरं लुङ् लकारः, अपि च तत्र लिट् अपि च तत्र आशीर्लिङ्ग्लकारः. एते षट् लकाराः अर्धधातुकलकारः इति तत्र नामकरणं तया दत्तम्. सो एतादृशः नामकरणस्य तत्र किमर्थम् एतादृशनामकरणं दत्तं? षट्सु लकारेषु तत्र एका प्रक्रिया भवति, अपि च चतुर्षु लकारेषु तत्र अन्यत् प्रक्रिया अस्ति. इत्युक्ते इदानीं पर्यन्तं वयं जानीमः ये सार्वधातुकलकाराः तत्र कर्तरि शब्दसूत्रस्य प्रसक्तिः भूत्वा तत्र गणविकरणप्रत्ययानां चिन्तनम् आवश्यकं करणीयं. सो मूलधातुः कस्मिन् गणे अस्ति इति ज्ञानम् आवश्यकं. कुत्र? केवलं सार्वधातुकलकारेषु. सो के सार्वधातुकलकाराः? लट् लोट् लङ् अपि च विधिलिङ्ग्लकारः. लिङ्ग्लकारे तत्र भागद्वयम्, एकमस्ति लिङ्ग्लकारः, द्वितीयमस्ति आशीर्लिङ्ग्लकारः. आशीर्लिङ्ग्लकारः अर्धधातुकलकारः, परन्तु विधिलिङ्ग्लकारः सार्वधातुकलकारः. सो एतेषु चतुर्षु सार्वधातुकलकारेषु तत्र गणचिन्तनम् आवश्यकम्, परन्तु ये षट् लकाराः सन्ति येषाम् अर्धधातुकलकारः इति नामकरणम् अस्ति, तत्र धातुः कस्मिन् गणे अस्ति? एतद् धातुः दिवादिगणे वा, तत्र चुरादिगणे वा, क्रयादिगणे वा इति चिन्तनम् अनावश्यकं, न करणीयम्. अतः तत्र वी केन् सेव् अवर् टैम्. किमर्थं चेत् तत्र अर्धधातुकलकारेषु, षट्षु लकारेषु तत्र गणविकरणप्रत्ययः मध्ये न आयाति. तत्र लकारनिमित्तिकविकरणप्रत्ययः आयाति. अतः एतेषु षट्सु लकारेषु कर्तरि शप् सूत्रस्य प्रसक्तिः नास्ति. किमर्थं चेत् तत्र मूलधातुः अनन्तरं साक्षात् अनन्तरं तत्र आर्धधातुकप्रत्ययः, अतः तत्र आर्धधातुप्रक्रिया भवति. परन्तु चतुर्षु लकारेषु धातुः साक्षात् सार्वधातुकलकारः पश्यति, अतः कर्तरि शप् सार्वधातुके इति सूत्रस्य तत्र प्रसक्तिः अस्ति, परन्तु अत्र नास्ति, षट्सु लकारेषु नास्ति. अतः षट्सु लकारेषु या प्रक्रिया सा भिन्ना, आर्धधातुकलकारेषु भिन्नप्रक्रिया अस्ति. अतः एतादृशः विभजनम् अस्माकं सौलभ्यार्थम् एव तत्र भवति इति अत्र मुख्यचिन्तनम् अस्ति. सार्वधातुकलकारेषु किं भवति, आर्धधातुकलकारेषु तत्र कथं तिङन्तपदस्य सिद्धिः भवति इति अस्य करपत्रस्य तत्र मूलविषयः. इदानीं तत्र करपत्रतः पठामः इति आरम्भं कुर्मः. का पठितुमिच्छति? गिरिजा भगिनी पठति वा भगिनी? आं महोदय. पठतु. यत्र सार्वधातुकलकाराणाम् आर्धधातुकलकाराणां च विषयः उदेति केचन परिभाषिकशब्दाः अवगन्तव्याः. पारिभाषिकशब्दाः अवगन्तव्याः. सार्वधातुकलकाराः लट् लोट् लङ् विधिलिङ् च किमर्थमिति अथ उच्यते. सार्वधातुकलकारेषु प्रत्येकं क्रियापदस्य अंशत्रयं वर्तते. धातुः विकरणप्रत्ययः, तिङ् प्रत्ययः, यथा भू प्लस् शप् प्लस् ति. विकरणं नाम किम् इति तु वयं जानीमः एव. प्रथमपाठे धातुगणपरिचये विस्तरेण चर्चितम्. तिङ् प्रत्ययः कः इत्यपि प्रायः एतावता किञ्चित् ज्ञातम्. अस्मिन् पाठे बहु किमपि वक्ष्यते. भू योग शप् योग ति इत्यस्मिन् ति तिङ्प्रत्ययः इति सर्वेषां तिङ्प्रत्ययानां मूलरूपम् अस्ति. एतत् सर्वं सरलम् अस्ति. तिङ्प्रत्ययानां तत्र मूलरूपं किं, तत् पठतु भगिनि. तिङ्प्रत्ययानां मूलरूपं धातुः प्लस् अत्र दत्तं मूलरूपं परस्मैपदे धातूनां मूलतिङ्प्रत्ययः. मूलाकारः किम् अत्र करपत्रे लिखितं न भगिनी? अत्र पठतु अग्रे. परस्मैपदे धातूनां मूलतिङ्प्रत्ययाः तिस्झि सिद्धस्थ मित् वस्मस्. सो एतानि मूलप्रत्ययाः. मूलप्रत्ययः इत्युक्ते अनुबन्धसहितरूपम्. अनुबन्धसहितरूपम् अस्ति मूलरूपम्. सो तिप् इति अत्र पकारस्य इत्संज्ञा अस्ति. सो एतत् एते सर्वे परस्मैपदी धातूनां कृते प्रथमनवप्रत्ययाः परस्मैपदीसंज्ञकाः. सूत्रं किम् अस्ति भगिनि? लह परस्मैपदं, लह परस्मैपदं. सो लह अत्र षष्ठ्यन्तम् अस्ति. सो लस्य स्थाने किं भवति? किमपि दशलकाराणाम् एकलकारः आगच्छति. अनन्तरं तत्र ल एव अवशिष्यते. ल एव अवशिष्यते. अनन्तरं प्रत्ययानां योजनीयं. परस्मैपदी वा आत्मनेपदी धातु वा? लस्य इति सूत्रेण तत्र लस्य स्थाने लस्य अनन्तरं किम् अस्ति? तिप्तजि सिप्तस्थ मिप्वस्मस्तां ज था सा था. सो लस्य स्थाने तत्र तिबादयस्य आदेशः. लः अपगच्छति. लट् लकारस्य लकारः अपगच्छति. तस्य स्थाने मम विवक्षा अनुसारेण तत्र तिप्. यदि धातु परस्मैपदी अस्ति चेत् तत्र तिप् योजनीयं मया, यदि धातु आत्मनेपदी अस्ति चेत् तत्र लः अपगच्छति, तस्य स्थाने त आयाति. सो विवक्षानुगुणं तत्र मूलप्रत्ययः मया योजनीयं तत्र इति लस्य. सो लस्य अधिकारसूत्रेण तत्र तिबादयस्य एव आदेशः. यत्किमपि लकारः अवशिष्यते, लृट् लकारे अपि ल एव अवशिष्यते, तत्र लस्य स्थाने तिबादयस्य एव आदेशः भवति. सो तावत्पर्यन्तं प्रक्रिया समानं, सः आर्धधातुकलकारः वा सार्वधातुकलकारः. परन्तु यदा तत्र लस्य स्थाने तिबादयस्य आदेशः भवति, तस्मिन् सोपाने किञ्चित् तत्र भेदः जायते. तत्र तिबादयः आर्धधातुकसंज्ञकः अस्ति चेत् कुत्रचित् मूले एव तत्र लृट् विवक्षायां तत्र स्य प्रत्ययः मध्ये आयाति, अनन्तरं लस्य इत्यनेन तिबादयस्य विधानम्. सो तिबादयस्य प्राक् एव तत्र स्य नो चेत् तास् नो चेत् चिलि प्रत्ययः आगत्य तत्र तिष्ठति धातोः अनन्तरम्. अतः तत्र धातुः सार्वधातुकतिबादयः द्रष्टुं न शक्यते, अतः तत्र अर्धधातुकप्रक्रिया भवति. सो परस्मैपदी धातूनां मूलतिङ् प्रत्ययः अस्ति तिप्तजि सिप्तस्थ मिप्वस्मस्. एते मूलतिङ् प्रत्ययः इत्युक्ते अनुबन्धसहित यत् रूपम् अस्ति तदेव मूलतिङ् प्रत्ययरूपम्. आत्मनेपदी धातूनां पठतु अग्रे. आत्मनेपदी धातूनां मूलतिङ् प्रत्ययाः त आतां च थास् आथां ध्वम् इङ् वहि महिङ्ग् इड् है इट् बेसिकली इड् वहि महिङ्ग् डकारः अस्ति. सो इड् वहि महिङ्ग्. सो एते अपि अनुबन्धसहितरूपम् अस्ति, अनुबन्धसहितरूपम् अस्ति अत्र. परस्वपदी मूलतिङ् प्रत्ययानां तु निरनुबन्धरूपं किं वदतु भगिनि? पकारस्य लोपानन्तरं ति एव अवशिष्यते. तस् इति नाविभक्तौ तुस्मा कारणेन तस् तस्यैव अवशिष्यति. जि अपि जि एव अवशिष्यते नाविभक्तौ तुस्मः इत्यनेन कारणेन. तिप् सिप् मिप् पित् अस्ति, तत् कारणात् ति सि मि एव अवशिष्यते. तस् थस् वस् झि थ मस् ये सर्वे पित् नास्ति, तथैव सा एव अवशिष्यते. अपि च अत्र एकम् अन्यचिन्तनमस्ति, किमर्थम् अत्र चुट्टुसूत्रेण जकारस्य संज्ञा न भवति? आदौ अस्ति जकारः, प्रत्ययस्य आदौ अस्ति झि इति यः प्रत्ययः अस्ति. सो चुटुसूत्रेण अत्र च छ झ झ झकारस्य अपि इत्संज्ञा अत्र प्राप्नोति. सो किमर्थं न भवति? किमर्थं चेत् तत्र एकं सूत्रमस्ति ज्वन्तः. सो यदि अहं जकारस्य अपि इत्संज्ञा कुर्मः, तत् सूत्रं निरावकाशः भवति. तस्य सूत्रस्य तत्र कोऽपि प्रयोजनमेव नास्ति. किमर्थं चेत् सूत्रं वदति ज स्थाने अन्त आदेशः भवेत् जो अन्तः इति सूत्रेण. अतः तत्र एकं चिन्तनम् अस्ति, अष्टाध्यायीग्रन्थस्य कोऽपि एकम् एव सूत्रम् अपि निरावकाशः मा भवेत्. अतः तस्य कारणात् अत्र चुटु इति सूत्रेण यत् जकारस्य संज्ञा सः न भवति. अपि च तत्र एकम् अन्यत् चिन्तनम् अस्ति, शः प्रत्ययस्य अनन्तरं चुटु इति लिखितम्. सो शः प्रत्ययस्य इत्यनेन यः कार्यं, तत्र शकारस्य इत्संज्ञा अस्ति, सः नित्यकार्यं. परन्तु चुटु इति सूत्रेण यः कार्यं सः अनित्यकार्यम्. इत्युक्ते तत्र कुत्रचित् भवति, कुत्रचित् न भवति. चुटु इति सूत्रेण यत् कार्यं, चुवर्गस्य इत्संज्ञा आदौ अस्ति चेत् अपि च टु वर्गस्य इत्संज्ञा, सः अनित्यकार्यं सर्वदा न भवति, कुत्र भवति कुत्रचित् भवति. अतः तत्र केचन वदन्ति किमर्थं महर्षिणा लाघवार्थम् एकम् एव सूत्रं न दत्तं, शः चुटु प्रत्यस्य इति संज्ञा भवेत्। तेन किं भवति, एकं सूत्रं तत्र वन् हि कुड् हेव् सेव्ड्, महर्षि कुड् हेव् सेव्ड् वन् सूत्र, बट् चिन्तनं तत्र अस्ति शः प्रत्यस्य इत्यनेन यः कार्यं सः नित्यकार्यं सर्वदा भवति, परन्तु चुट्टु सूत्रेण यत् कार्यं सः अनित्यकार्यं कुत्रचित् भवति, इत्युक्ते कानिचन तत्र प्रत्ययाः सन्ति यत्र चक् चु वर्गस्य संज्ञा न भवति, तथैव तत्र यथा अत्र जी अस्ति, सो अत्र यद्यपि चुटु इत्यनेन झकारस्य संज्ञा भवेत् तथापि न भवति, किमर्थं चेत् जो अन्तः इति सूत्रं तेन निरवकाशः भवति। सो कोऽपि सूत्रम् अष्टाध्यायीग्रन्थस्य कोऽपि सूत्रं व्यर्थः मा भवेत् इति तत्र अवश्य चिन्तनीयम्, अतः अत्र झकारस्य संज्ञा नास्ति इति तत्र झ विषये। आत्मनेपदी धातूनां तत्र करोतु, तत्र मित् अस्ति, सर्वे अपि इदानीं झापि इट् विषये अस्ति, अत्र हलन्त्यम् इत्यनेन ढकारस्य संज्ञा इ एव अवशिष्यते, महिङ्ग् विषये अपि नकारस्य कण्ठनकारस्य संज्ञा अस्ति, महि एव अवशिष्यते। सो एतत् नित् प्रत्ययः, सार्वधातुक नित् प्रत्ययः, साक्षात् नित् प्रत्ययः अस्ति, एतत् महिङ्ग् प्रत्ययः सार्वधातुक संज्ञकः। केन सूत्रेण सार्वधातुक संज्ञकः? सार्वधातुकार्धधातुकयोः, न तत्तु विधिसूत्रमस्ति, संज्ञा सार्वधातुक इति संज्ञा महिङ्ग् विषये केन सूत्रेण? मूले सर्वे तिङ् प्रत्ययाः सार्वधातुक संज्ञकाः, किं भगिनि न श्रूयते, सम्यक् न श्रूयते, पुनः वदतु। न भवति मकारस्य इति न भवति, किमर्थम्? तुस्माः, तु म एण्ड् स, मकारः सकारः विभक्तिप्रत्ययेषु तु त थ द द न सकारः मकारः इति संज्ञा न भवति, सो तिङ् प्रत्ययः विभक्तिसंज्ञकाः, न केवलम् अष्टादश सुप् प्रत्ययः विभक्तिसंज्ञकाः, एकविंशति सुप् प्रत्ययः विभक्तिसंज्ञकाः, परन्तु अष्टादश तिप् तिङ् प्रत्ययः अपि विभक्तिसंज्ञकाः विभक्तिश्च इति सूत्रेण। सो विभक्तिश्च इति सूत्रेण तिङ् अपि च सुप्, तत्र तिङ् अपि च सुप् एतत् पदद्वयस्य अनुवृत्तिः अस्ति, तिङ् सुप् विभक्तिसंज्ञकाः, तेषाम् अन्यतनामम् अस्ति विभक्ति। सो विभक्तिप्रत्ययेषु तुस्माः इति न भवति, यद्यपि अन्ते इत्युक्ते हलन्त्यं सूत्रस्य निषेधकसूत्रमस्ति, हलन्त्यम् इत्यनेन मकारस्य इत् तु भवति, परन्तु अपवादबलेन इत्युक्ते न विभक्तौ तु स्माः इति सूत्रेण मकारस्य इति न भवति, तथैव सकारस्य अपि तस् थस् वस् मस् इति यः सकारः अस्ति तस्यापि इति संज्ञा न भवति, न विभक्तौ तु स्माः, तु स म इति तत्र अस्ति। सो एते मूल तिङ् प्रत्ययाः, एतत् मूलरूपम् अस्ति, अनन्तरं तत्र अनुबन्धानां निष्कासनम् अनन्तरं यः अस्ति सः निरनुबन्धरूपम्, अनन्तरं तत्र प्रत्यादेशः अपि भवति इति अग्रे पश्यामः। अस्तु भगिनी, धन्यवादः, अत्र अग्रे पश्यामः किमस्ति, अग्रे कः पठति, अनुसूया भगिनि भवती एव पठतु अत्र प्रथमप्रत्ययः तिप् अस्ति अतः सामूहिकरूपेण एते प्रत्ययाः तिवादयः इति उच्यन्ते तिप् आदयः तिप् आदयः तिबादयः जष्टु सन्धि भूत्वा अत्र तिबादयः इति भवति अपि च आत्मनेपदे अन्तिमप्रत्ययः मयि अतः तिप् इत्यस्य आरभ्य मयि पर्यन्तं तिप् सह मयि आहत्य तिङ् इत्येषां प्रत्ययानां नाम मूलतिङ्कृत्याः अत्र एकं सूत्रम् अस्ति भगिनि प्रत्याहारग्रहणे तत्र एकं संज्ञासूत्रम् अस्ति किमस्ति तत् आदि अन्ते आदिरन्तेन सहिता इति प्रत्याहारस्य ग्रहणम् आदि अन्तेन सहिता आदिति अस्ति अन्ते न अस्ति नकारः अस्ति सो इदानीं तिङ् यः अस्ति सः अपि प्रत्याहारः आदिरन्तेन सहिता इति प्रत्याहारः भवति तिङ् प्रत्याहारे वर्णानां समूहः एव अस्ति प्रत्याहार इत्युक्ते वर्णानां समूहः अत्रापि वर्णानां समूहः अस्ति परन्तु ते वर्णाः प्रत्ययाः सो अत्र प्रत्ययानां समूहः तिङ् प्रत्याहारे तिङ् इति प्रत्याहारे तिङ् इत्यनेन तत्र आदिर् अन्तेन सहिता इति यः सूत्रम् अस्ति एकं सूत्रम् अस्ति अष्टाध्यायीग्रन्थे तेन प्रत्याहारः इति तत्र वयं प्रत्याहारस्य तत्र बोधः जायते सो तिङ् अपि प्रत्याहारः तिङ् प्रत्याहारे किमस्ति प्रत्ययानां समूहः अस्ति अष्टादश प्रत्ययानां समूहः तिङ् प्रत्याहारे तिङ् अपि प्रत्याहारः सो तिङ् प्रत्ययानां तिबादयः अपि नामम् अस्ति तिङ् इति अपि नामम् अस्ति अग्रे अपि पठतु भगिनि महोदय एकनिमिषं महोदय तिबादे अत्र उपरं लिखितमस्ति तिबादयार्थं किम् अत्र अस्ति तिप् आदय तिप् तस् जि सिप् तस्थ मिप् वस् मस् तां झ अपि आयाति किम् तस्मिन् सर्वाणि तिवादयः इत्युक्ते अष्टादश तिप्प्रत्ययः तिप् आदयः येषाम् आदौ तिप् अस्ति ते सर्वे तिबादयः इत्युक्ते एकेन सूत्रेण एव एतानि सर्वाणि प्रत्ययानां विधिः भवति लस्य तिप्तजि सिप्तस्थ मिप्वस्मस् तातां ज था साथं द्वम् इड्वहि महि एकेन सूत्रेण एव एतेषां प्रत्ययानां विधिः दत्तम् अतः तिबादयः तिप् आदि येषां ते तिबादयः अस्तु धन्यवादः अग्रे अपि पठतु भगिनि क्रियापदानाम् अन्तिमभागः तिङ् प्रत्ययः एव अतः क्रियापदं तिङ् तिङन्तप्रदम् इति उच्यते इत्युक्ते क्रियापदं नो चेत् तिङन्तपदं किमर्थं चेत् तिङन्तम् इत्युक्ते तिङ् अन्ते यस्य बहुब्रीहि समासः अस्ति तिङ् अन्ते यस्य सः तिङन्तः नो चेत् तत्र अन्यत् लौकिकभाषायां वयं किं वदामः क्रियापदम् अस्ति अनेन क्रियायाः बोधं जायते अतः क्रियापदं तिङन्तपदं समानं अस्ति अग्रे अपि चतुर्थबिन्दुः अपि पठतु भगिनि तिङन्तपदस्य निर्माणसमये यः धातोः अनन्तरम् आयाति सः प्रत्ययः इति अवगच्छति सूत्रत्रयेण अयं बोधो भवति धातोः तृतीयाध्याय प्रथमपाद एकनवति सूत्रं तृतीयः तृतीयाध्याय प्रथमभाग प्रथमसूत्रं परश्च तृतीयाध्याये प्रथमभागे तृतीयसू प्रथमः धातो अनन्तरं विकरणम् अतः विकरणं प्रत्यये तथैव तिङ् अपि धातोः अनन्तरं तिङ् आयाति अतः तिङ् अपि प्रत्ययः तर्हि प्रथमधातुः प्रथमं धातुः अस्ति तदा प्रत्ययस्य आगमनम् अस्याः आगमनक्रियायाः व्यक्तीकरणार्थं प्रत्ययस्य विधानम् इत्युच्यते विधानं विधीयते विहितः सर्वं समानम् प्रत्ययः यदा आगच्छति तदा प्रत्ययस्य विधानं प्रत्ययः विधीयते प्रत्ययः विहितः चेत् उच्यते अत्र किमस्ति चतुर्थबिन्दु तद् वदतु तिगन्तपदस्य निर्माणसमये धातु अनन्तरम् आयाति सः प्रत्यय इति अवगच्छति इत्युक्ते तत्र धातुयोग तिप् भवति चेत् तत्र कोऽपि अन्यत् सूत्रं नास्ति येन तत्र तिप् इति प्रत्ययः धातोः परे यत् किमपि वर्णसमूहः आयाति तस्य प्रत्यय इति संज्ञा कथं जानीमः प्रत्ययः अपि च परश्च इति प्रत्ययः सूत्रेण न केवलं धातोः अनन्तरं यस्य विधिः नवुल् तृचौ धातुयोग तृच् तृच् इति यः अस्ति कथं जानीमः तृच् इति प्रत्ययः कथं जानीमः तृच् इति प्रत्ययः किमर्थं चेत् नवुल् तृचौ इति सूत्रे धातोः प्रत्ययः परश्च एतत् अधिकारसूत्राणि सूत्रस्य धातोः इति अधिकारः अस्ति प्रत्ययः इति अधिकारः अस्ति परश्च अपि अधिकारः तत्र अस्ति नवुल् तृचौ इति सूत्रे एतानि अधिकारसूत्राणि धातोः प्रत्ययः परश्च एतत् अधिकारसूत्राणि सो तृतीयाध्याये यत् किमपि तृतीयाध्याये प्रथमपादे प्रथमसूत्रमस्ति सम्पूर्णतृतीयाध्याये धातोः अनन्तरं किं किं विधीयते किं किं विहितः भवति सः प्रत्ययः एव अनेन सूत्रेण अपि च यः प्रत्ययः यः नूतनवर्णशब्दसमूहः सः परश्च परश्च इत्यनेन सः धातोः अनन्तरम् एव आयाति तत्र यः सः आगमरूपी कार्यमस्ति इत्युक्ते तत्र धातोः अनन्तरं किञ्चित् नूतनवर्णसमूहस्य आगमः भवति परन्तु तादृश आगमे यः प्रत्ययः आगमः तत्र टित् मित् अपि च कित् न द्रष्टव्यं किमर्थं चेत् तत्र साक्षात् परश्च इति सूत्रमस्ति परश्च इति सूत्रेण धातोः यत्किमपि विधीयते धातोः इति पञ्चमी अन्तमस्ति अतः अनन्तरं पञ्चमी कार्यं पञ्चमी अन्तं पदं सूत्रे अस्ति चेत् तस्य अनन्तरं कार्यं भवति सो धातोः अनन्तरं यः नूतनशब्दसमूहः सः तिप् वा तृच् वा नवुल् वा सः शप् वा सः त्य वा सः तास् वा सः तस्य प्रत्यय इति प्रथमे तु तस्य नूतनशब्दसमूहस्य अस्मिन् तृतीयाध्याये सः नूतनशब्दसमूहः अनेन सूत्रेण एव प्रत्ययः इति सूत्रेण तस्य प्रत्ययः इति संज्ञा अस्ति अपि च यः प्रत्ययः सः साक्षात् अनन्तरं परश्च सः परे सर्वदा योजनीयम् यत्र लस्य तिप्तजि सिप्तस्थ मिप्वस्मस् इति यः सूत्रमस्ति तत्रापि धातोः लस्य तिप्तजि सिप्तस्थ महीङ्पर्यन्तं प्रत्ययाः किमर्थं चेत् अत्र अष्टादश वर्णसमूहः सो प्रत्ययाः परश्च एते सर्वे प्रत्ययाः एव प्रत्ययसंज्ञकाः एव धातोः अनन्तरं यत्किमपि नूतनशब्दसमूहः वयं योजयामः तस्य प्रत्यय इति संज्ञा अपि च सः सर्वदा परश्च इत्यनेन परे एव योजनीयम् इति तत्र धातोः प्रत्ययः परश्च इति तत्र मुख्य तत्र कारणमस्ति अतः तत्र विकर्णं योजयामः नो चेत् कृत् प्रत्ययः योजयामः, नो चेत् लट् योजयामः, लोट् योजयामः. सो धातोः अनन्तरं यत्किमपि शब्दसमूहः तत्र अहं विवक्षानुसारेण योजयामः सः प्रत्ययः एव. केन सूत्रेण? अनेन सूत्रेण एव, अधिकारसूत्रेण एव तस्य प्रत्ययः इति संज्ञा भवति इति अत्र लिखितम्. अनन्तरम् इत्युक्ते तस्य अनन्तरं, साक्षात् अनन्तरं तत्र कार्यं भवति. धातोः इट्सेल्फ् पञ्चम्यन्तं खलु, सो अनन्तरम् एव, सो परश्च आवश्यकं वा सूत्रम्? परश्च आवश्यकं, किमर्थं चेत् यदा तत्र लट् योजयामः, लट् प्रत्ययस्य धातोः अनन्तरम् आगमः भवति वर्तमाने लट्. सो वर्तमाने लट् इति सूत्रेण प्रत्ययस्य आगमः, किमर्थं चेत् तत्र आगमविषये किं द्रष्टव्यं? यत्किमपि आगमः भवति, मूले तत्र उक्तम् आगमः आद्यन्तौ टकितौ इति परिभाषासूत्रेण आगमः टित् अस्ति चेत् आदौ करणीयम्, आगमः कित् अस्ति चेत् तत्र किं करणीयम्? अन्ते योजनीयम्. आगमः मित् अस्ति चेत् तत्र मिदचो अन्त्यात् परः इति सूत्रेण अन्तिम अच् परे तत्र योजनीयम्. अतः तादृश तत्र भ्रमः मा भवेत्. अतः तत्र सर्वत्र सम्पूर्ण यत्र यत्र प्रत्ययः विधिः तत्र प्रत्ययः परश्च, न केवलं तृतीय अध्याये प्रत्ययः परश्च इति अधिकारद्वयं, परन्तु सम्पूर्णचतुर्थाध्याये अपि सूत्रद्वयस्य अधिकारः, पञ्चमे अध्याये अपि प्रत्ययः परश्च. यत्किमपि प्रत्ययः अस्ति सः सर्वदा परे एव योजनीयम्. भू लट् योग भू न करणीयं, यद्यपि अत्र पञ्चमी अन्तमस्ति तथापि तत्र तत्र इत्युक्ते तत्र कोऽपि पूर्ववर्णस्य स्थाने तु लट् न आयाति न, लट् इति आगमः भवति, आगमरूपी कार्यम् अस्ति. नूतनवर्णसमूहः धातोः अनन्तरं तत्र तिष्ठति, अतः तत्र कोऽपि भ्रमः मा भवेत्. अतः तत्र परश्च अपि तत्र केवलं तत्र किमस्ति, अत्र एकम् अन्यत् चिन्तनमपि अस्ति, परन्तु तदेव सामान्यचिन्तनं, परे एव योजनीयं, तत्र टित् गित् मित् न द्रष्टव्यं प्रत्ययानां विषये. यत्र प्रत्ययविधानं प्रत्ययः आगमः धातोः अथवा प्रातिपदिकस्य अनन्तरम् अथवा कृदन्तप्रातिपदिकस्य अनन्तरं यत्र प्रत्ययविधानं तत्र सर्वदा प्रत्ययः परश्च इत्यनेन परे एव योजनीयं, न तु पूर्वे कुत्रचित् मध्ये योजनीयम्. महोदय महोदय अत्र धातु अस्ति, धातु नम्बर् अस्ति, तृतीय अध्याय प्रथमपादे एकनवति सूत्रं प्रत्यय अस्ति, तृतीय अध्याय प्रथमपादे तृतीय अध्याये प्रथमपादे प्रथमसूत्रं तो धातु नम्बर् अत्र धातु नम्बर् तृतीय अध्याये, शृणोतु महोदय, तृतीय अध्याये धातु अधिकारद्वयम्, एकं धातु अधिकारः अस्ति एकविंशतिसूत्रे, एकाचो धातोः क्रियासंविहारे यङ् इति सूत्रे यः धातु इति पदं तत्र प्रथमधातु अधिकारः आरभ्यते. अनन्तरम् एकनवतितमे सूत्रे यः धातोः अस्ति तत्र द्वितीयधातु अधिकारः, इत्युक्ते अष्ट इत्युक्ते तृतीय अध्याये एकमेव धातु अधिकारः नास्ति, तत्र धातु अधिकारद्वयम्, एकं धातु अधिकारः एकविंशतिसूत्रतः आरभ्यते, इत्युक्ते 90 सूत्रपर्यन्तं प्रथमधातु अधिकारः, 91 सूत्रे तत्र द्वितीयधातु अधिकारः आरभ्यते. किमर्थं तत्र धातु अधिकारद्वयम् इति अस्माभिः पूर्वे यः सेशन् 5 अस्ति तत्र पठितम्, एकवारं तत्र ध्वनिमुद्रणं शृणोतु महोदय. सो अस्मिन् चतुर्थबिन्दौ तत्र किं मुख्यम् अस्ति? सो धातोः अनन्तरं तृतीय अध्याये सम्पूर्ण तत्र धातोः अनन्तरं किं विधीयते तिप् तिङ् लट् विधीयते वा तिवादयः विधीयते वा कृत् प्रत्ययः विधीयते वा विकर्णः अपि विधीयते सो ते सर्वे प्रत्ययाः एव तेषां संज्ञा प्रत्ययः इति भवति अण्ड् यः प्रत्ययः अस्ति सः परश्च इत्यनेन अत्र प्रकृतिः धातोः प्रकृति अनन्तरम् एव योजनीयं सो प्रकृतियोगप्रत्ययः सर्वदा भवति अनन्तरम् इति अत्र कोमा मध्ये दत्तं सो अनन्तरम् इत्युक्ते सर्वदा धातोः अनन्तरम् एव प्रत्ययः योजनीयम् अपि च अत्र अस्ति विधानं विधीयते विहितः सो प्रत्ययः धातोः विहितः भवति प्रत्ययः धातोः प्रत्ययस्य विधानं धातोः अनन्तरं धातोः प्रत्ययः विधीयते इति अर्थं समानम् अस्ति अत्र धा धातुतः निर्मितानि एतानि पदानि विधानं विधानमिति अत्र किम् अस्ति विधानम् इति कीदृशपदम् कोऽपि वदतु विधानम् इति कीदृशपदं ल्युडन्तं ल्युडन्तं ल्युडन्तं पदम् अत्र वि उपसर्गपूर्वक धा धातुः अनन्तरं ल्युट् प्रत्ययः सो विधानम् इति नपुंसकलिङ्गे विधानं भवति अनन्तरं विधीयते विधीयते इति कीदृशपदम् कर्मणि कर्मणि सो अत्र धास्थाने धी आदेशः भवति यः धा अत्रापि धा धातु एव वि उपसर्गपूर्वक धा धातु एव अस्ति परन्तु अत्र एकं सूत्रम् अस्ति गुमा स्था घा पा जहाति सां हलि किनिति परे अत्र ईत् भवति ईत् आदेशः भवति सो अत्र धाधी भवति किमर्थं चेत् अत्र यक् प्रत्ययः अपि अस्ति सो यक् कर्मणि रूपम् अस्ति विधीयते यक् प्रत्ययः कित् प्रत्ययः यक् प्रत्यये ककारस्य इत् संज्ञा अस्ति सो धा धातु यः धी आदेशः भवति सः कित् नित् प्रत्यये परे भवति ल्युट् प्रत्ययः कित् नित् नास्ति अतः तत्र धा एव तिष्ठति अनन्तरं यू स्थाने तत्र अन आदेशः भूत्वा तत्र विधानम् एव अस्ति परन्तु यदा कर्मणि प्रयोगे सार्वधातुके यक् इति सूत्रेण यक् इति प्रत्ययः आयाति यक् प्रत्ययः साक्षात् कित् प्रत्ययः अतः अत्र गुमा स्थापा घा जहाति सां हलि किनिति परे ईत् भवति सो विधीयते कर्मणि प्रयोगे भावकर्मणोः इति सूत्रेण सर्वदा तत्र आत्मनेपदीप्रत्ययः एव योजनीयं भावे प्रयोगे कर्मणि प्रयोगे धातुः परस्मैपदी वा आत्मनेपदी वा उभयपदी वा इति न द्रष्टव्यं भावे प्रयोगे कर्मणि प्रयोगे सर्वदा तत्र धातोः अनन्तरं आत्मनेपदीप्रत्ययः एव योजनीयं सो अनुदात्तनित् आत्मनेपदी इति सूत्रस्य अनन्तरम् एव अस्ति भावकर्मणोः भावकर्मणोः आत्मनेपदं सो तत्र धातुविषये किमपि नास्ति भावकर्मणोः सो यत्किमपि द्विसहस्रधातोः अनन्तरं भावे प्रयोगे कर्मणि प्रयोगे अस्माभिः लटस्थाने कीदृशप्रत्ययः योजनीयम् आत्मनेपदीप्रत्ययः एव योजनीयम् अतः विधीयते इति अस्ति कर्मणि लट् लकाररूपम् अस्ति विधीयते अनन्तरं विहितः विहितः कीदृशपदमस्ति तप्रत्ययः आम् क्त भूतकाले क्त थ तव तु भूतकाले अस्ति सो विहितः अत्र क्त प्रत्ययः अपि कित् अस्ति क्त प्रत्ययः ककारस्य संज्ञा अस्ति परन्तु अत्र एकम् अन्यत् सूत्रम् अत्र धा स्थाने हि आदेशः भवति अत्रापि धा धातु अस्ति धा धातु अत्र अपि अस्ति परन्तु अत्र धा विषये हि आदेशः भवति तत्र एकम् अन्यत् सूत्रमस्ति, सूत्रं किमस्ति, दधार्तेहि, दधार्तेहि इति भवति, तत्रापि किति कार्यं भवति, तत्र किति प्रत्ययपरे कार्यं भवति. सो दास्थाने तत्र दधार्तेहि इति सूत्रेण हि आदेशः भवति, अतः अत्र वि हि तः त प्रत्यये ककारस्य संज्ञा अनन्तरं त एव अवशिष्यते. सो विहितः इति यः अस्ति, कर्मणि प्रयोगः अपि एव अस्ति, कर्मणि अपि भवितुं शक्नोति, कर्तरी अपि भवितुं शक्नोति, परन्तु भूतकाले. सो विहितः इति क्त प्रत्यान्तरूपम् अस्ति, विधीयते इति कर्मणि लट् लकारस्य रूपं, विधानम् इति लुडन्त रूपं, सर्वेषाम् अर्थः समानं, सर्वं समानम्. अत्र किं लिखि, प्रत्ययः यदा आगच्छति तदा प्रत्ययस्य विधानं, प्रत्ययः विधीयते, प्रत्ययः विहितः इति वयं वक्तुं शक्यते इति तत्र तादृशरीत्या वयं तत्र वदामः. प्रत्ययः विहितः भवति, प्रत्ययः विधीयते, प्रत्ययस्य विधानम्. अत्र लट् प्रत्यय, अत्र नवुल् तृचौ इति प्रत्यये, नवुल् तृचौ इति सूत्रे तत्र कस्य विधानं, तृच् प्रत्ययस्य विधानम्, अपि च नवुल् प्रत्ययस्य विधानं, प्रत्ययस्य विधानम्. सर्वैः अवगतं वा? वर्ड् मीनिङ्ग् न अवगतं महोदय. एकनिमिषः किमस्ति, डू यू हेव् दट् संस्कृत डिक्शनरी फार् स्पोकन् संस्कृत, दट् लिङ्क् इस् देयर् भगिनि. I'll check भगिनि, I have the dictionary. धातुः धारणपोषणयोः, टु वियर् टु बियर् टु सपोर्ट् टु नरिश् टु प्रोटेक्ट्. सो अत्र तु अर्थं न अवगन्तुं शक्यते. धातुः अनन्तरं विधीयते इत्युक्ते धातुः अनन्तरम् आयाति. एकवारं पश्यामि यदि अहं तत्र सम्यक् इङ्ग्लिश् मध्ये तत्र अर्थः किं भवति, एक अहं प्रेषयिष्यामि भगिनि. तस्य अनन्तरं बेसिकलि धातुः तु स्वयं किमपि न कर्तुं शक्यते, पदनिर्माणार्थं तत्र प्रत्ययः आवश्यकम्. सो टु सपोर्ट् धातुः उत्पन्न होना, धातुः तत्र विधीयते, धातुः तत्र पदस्य निर्माणार्थं तत्र धातुः अनन्तरं, or the dhatu itself accepts the pratyah swikaroti, dharan karna, utpan hona, sthapan karna. I will check with me anantaram vadami tatra. Dhanyavad. Atra pancham bindu patham. मञ्जरी भगिनी पठति वा भगिनी? आम् आचार्य, अङ्गशब्दस्य विशेषार्थः व्याकरणे, कस्मात् अपि प्रत्ययात् प्राक् यः भागः अस्ति सः अङ्गम् इति उच्यते, अतः विकरणप्रत्ययस्य कृते धातुः इति अङ्गम्, तिङ्प्रत्ययस्य कृते धातुः प्लस् विकरणप्रत्ययः तयोः संयुक्तरूपम् इति अङ्गम्, अतः भूयोगशप्योग ति इत्यस्मिन् उदाहरणे शप् प्रत्ययस्य कृते भूधातुः अङ्गम् अस्ति, ति प्रत्ययस्य कृते भूयोगशप्योगति भवयोगति इति अङ्गमस्ति, भव इति अङ्गमस्ति, भूषप् च इत्यनयोः संयुक्तरूपं भव, ति इत्यस्मात् पूर्वं यावत् आयाति तत्सर्वम् अङ्गम्, अतः ति इत्यस्य कृते अङ्गं भव इति। पुनः वदयोग अयोगति इति स्थितौ अ शप् प्रत्यय इत्यस्य दृष्ट्या वद् इति अङ्गम्, ति इत्यस्य दृष्ट्या वद् अयोग अ इति अङ्गम्। इत्युक्ते अत्र उपरि लिखितं न, अत्र किम् उपरि लिखितं? पारिभाषिकशब्दानां ज्ञानम् आवश्यकं न? अत्र उपरि लिखितं न, कुत्रचित् पठितम् अस्माभिः पारिभाषिकशब्द, केचन पारिभाषिकशब्दानां ज्ञानम् अवगन्तव्या। सो अङ्गम् इत्यपि पारिभाषिकशब्दः, अङ्गम् इति शब्दः पारिभाषिकशब्दः व्याकरणशास्त्रे, तत्र अङ्गम् इति भागः नास्ति, शरीर अङ्गम् इति यः अवयवः नास्ति। सो अङ्गम् इति व्याकरणशास्त्रे एकं पारिभाषिकशब्दः, किम् अस्ति तत्? वट् इस् दूत्र? प्रत्ययात् प्राक् यः भागः अस्ति सः अङ्गम्। सूत्रं किं भगिनि? यस्मात् प्रत्ययः विदुस्तदाति प्रत्ययेङ्गम्, तदादि प्रत्यये अङ्गम्, प्रत्येकस्य प्रत्ययस्य प्राक् यत् भागं तद् अङ्गम् इति उच्यते। सो यस्मात् प्रत्ययः विधिस् इति यः अस्ति तत्र विधिः, विसर्गस्य सकारादेशः, यस्मात् प्रत्ययः विधिस् तदादि प्रत्यय अङ्गम् इति सूत्रमस्ति, अङ्गसंज्ञासूत्रम्। अङ्गम् इत्युक्ते किं, कथं जानीमः? यस्मात् प्रत्ययस्विधिः तदादि प्रत्ययङ्गम् इति सूत्रेण, तस्य विवरणम् अत्र अस्ति। किमस्ति वदतु? प्रत्ययविधिः यस्मात् प्राक् यः भागः अस्ति सः अङ्गम् इति। अतः उदाहरणार्थ भूयोग शप् योग ति, अत्र शप् प्रत्ययस्य कृते भू अङ्गमस्ति, भूयोग इति भूयोग भव भवति, भव इति संयुक्तरूपं ति इति तिङ् प्रत्ययस्य कृते अङ्गमस्ति। शपपि प्रत्ययः तिपति तिपपि प्रत्ययः कथं जानीमः? शप्रत्ययस्य परन्तु कथं जानीमः इत्युक्ते सि भगिनि अत्र किं कथं वक्तव्यं? कर्तरि शप् प्रत्ययस्य विधिसूत्रं किं, केन सूत्रेण शप् विधीयते? कर्तरि शप् सार्वधातुकी इति शप् तेन सूत्रेण एव, कर्तरि शप् सार्वधातुके इति सूत्रे धातोः प्रत्ययः परश्च इति अधिकार त्रीणि अधिकारसूत्राणि तत्र पाठितानि सन्ति। सो धातोः इत्युक्ते धातोः अनन्तरं, धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके इति तत्र निमित्तं भवति, कर्तरि सार्वधातुके। सो धातोः अनन्तरं शप्, शप् इति प्रत्ययः, प्रत्ययः परे योजनीयं, धातोः अनन्तरं योजनीयं। कदा योजनीयं? सर्वदा योजनीयं वा? धातोः अनन्तरं सर्वदा शप् योजनीयं वा? न, सार्वधातुके इति सप्तमी अन्तम् अस्ति। सो धातोः अनन्तरं शप् यः आयाति, शप् इति प्रत्ययः आयाति, सः यदा तत्र आल्रेडि कोऽपि सार्वधातुप्रत्ययः अस्ति तदा एव शप् आगन्तुं शक्यते, मूले एव भूयोगशप् नास्ति। किमर्थं चेत् शप् प्रत्ययस्य कृते निमित्तम् आवश्यकं, बहिनिमित्तम् आवश्यकम्, अनिमित् अनैमित्तिक अत्र कार्यं नास्ति। शप् विधिः तत्र निमित्ताधारेण भवति. सो सार्वधातुकप्रत्यये परे सप्तमी अस्ति. यदा तत्र धातोः अनन्तरं कोऽपि सार्वधातुकप्रत्ययः अस्ति, सः सार्वधातुकप्रत्ययः कर्तरिप्रयोगस्य अस्ति, तदा एव धातोः अनन्तरं शप् इति वयं योजयितुं शक्नुमः. सो शप् इति प्रत्ययः कथं जानीमः? किमर्थं चेत् यः शप् विधिसूत्रम् अस्ति कर्तरि शप् सार्वधातुके, तत्रापि प्रत्ययः परश्च इति अधिकारः, अतः शप् अपि प्रत्ययः. अपि च धातु वर्तमाने लट् इति सूत्रेण तत्रापि धातोः प्रत्ययः परश्च इति सूत्रस्य अधिकारः, इति सूत्राणाम् अधिकारः. सो धातोः वर्तमानकाले लट् प्रत्ययः परश्च इति तत्र सम्पूर्णसूत्रं भवति. अनुवृत्तिसहित अधिकारसूत्रस्य अनुवृत्तिः सर्वेषु विधिसूत्रेषु अवश्यकरणीयम्. यः अधिकारसूत्रमस्ति, अतः प्रत्येकस्मिन् विधिसूत्रे, प्रत्ययविधायकसूत्रे, तत्र प्रत्ययः परश्च धातोः इति अधिकारः. सो धातोः अनन्तरं वर्तमानकालस्य विवक्षायां लट् लट् इति प्रत्ययः विधीयते. लट् अपि प्रत्ययः. कथं जानीमः? किमर्थं चेत् तत्रापि प्रत्ययः परश्च इति अधिकारः अस्ति. लट् विधायकसूत्रमस्ति वर्तमाने लट् इति, तत्र लट् धातोः विधीयते, अतः लट् अपि प्रत्ययः. सः परे आयाति. कस्य परे? प्रकृतिपरे, धातोः परे आयाति. सो तत्र लट् प्राक् यत् अस्ति तत् सर्वम् अङ्गम्. सो भूयोग लट् कुर्मः चेत् तत्र भू इति अङ्गं भवति. सो प्रत्ययस्य प्राक् यत् अस्ति तत् सर्वम् अङ्गमिति उच्यते. सो तिप् अति तिप् अपि प्रत्ययः. सो तिप् प्रत्ययस्य प्राक् तु प्रत्ययः अपि अस्ति, धातु अपि अस्ति. सो तेषां तत्र यः रूपम् अस्ति, तेषां मिलित्वा यत् संयुक्तरूपम् अस्ति, तदेव अङ्गं भवति तिप् प्रत्ययस्य कृते इति लिखितम्. अत्र लिखितम् अनयोः संयुक्तरूपम् एव तिप् द्वितीयप्रत्ययस्य कृते तत् अङ्गं भवति. किमर्थं चेत् सूत्रं तादृशं सूत्रमस्ति, यस्मात् प्रत्ययः विधिः तदादिप्रत्ययाङ्गम्. सो तिप् प्रत्ययः अपि भू अनन्तरं विधीयते, परन्तु केनचित् भिन्नसूत्रेण शप् अपि मध्ये आयाति. सो तिप् प्रत्ययस्य प्राक् यत् अस्ति तत् सर्वम् अङ्गं. तिप् प्रत्ययः तु शप् प्रत्ययस्य न विधीयते. तिप् प्रत्ययः भू इति धातोः विधीयते. प्रत्ययस्य कृते प्रत्ययः विधिः नास्ति, प्रकृतिः कृते प्रत्ययः विधिः अस्ति. प्रत्ययः प्रकृति अनन्तरं विधीयते, अतः तत्र तिप् प्रत्ययस्य कृते यत् प्राक् अस्ति, यत् आदौ अस्ति, तत् सर्वम् अङ्गमस्ति, अतः संयुक्तरूपम् एव अङ्गं भवति. भव इति अङ्गं भवति तिप् प्रत्ययस्य कृते, परन्तु शप् इति प्रत्ययस्य कृते तु मूलधातु एव अङ्गम्. यः मूलरूप यः तत्र धातुरूपी अङ्गमस्ति तदेव अङ्गं भवति. सो शप् प्रत्ययस्य कृते धातुरूपी अङ्गम्, परन्तु तिप् प्रत्ययस्य कृते धातुयोगविकरणप्रत्ययस्य संयुक्तरूपम् एव अङ्गं भवति इति तत्र सर्वदा तत्र अस्माभिः तत्र एतत् स्मर्तव्यम्. अस्तु, सर्वैः अवगतं वा अङ्गम् इत्युक्ते किम्? इदानीं तु समयः अभवत्, अत्र स्थगामः. कोऽपि प्रश्नः नास्ति चेत् अत्र स्थगामः. महोदय, चुट्टु अपि च झोन्तः झोन्तः ओवर्रूल् चुट्टु न, इट् केनाट् ओवर्रूल्, इट् इस् नाट् एन् अप्वर्ड् सूत्र आफ् चुट्टु, बिकास् झोन्तः इति सूत्रेण तत्र प्रत्ययस्य कोऽपि वर्णस्य आदेशः, चुट्टु इति संज्ञासूत्रं. चुट्टु सूत्रेण किमर्थं कार्यं न भवितुं शक्नोति? किमर्थं चेत् यदि वयं चुट्टु सूत्रेण कार्यं कुर्मः झी विषये, नो चेत् झ विषये, तत्र सः सूत्रं निरावकाशः भवति, तस्य प्राप्तिः कुत्रचित् अपि नास्ति. तत् तत् सूत्रं व्यर्थं भवति, व्यर्थः भवति. सो तत्र किम् अस्ति, अष्टाध्यायीग्रन्थस्य कोऽपि सूत्रं व्यर्थं मा भवेत्, मा भूत्. अतः चुटु इति अन्येन यत् कार्यं सः अनित्यकार्यं. सी एव्रि टैम् वि से न लाघवार्थं महर्षिणा एतत् कृतम्, अनुवृत्ति इति शैली तत्र स्वीकृतम्, अपि च तत्र अधिकारसूत्रः अपि लाघवार्थम् एव सः योजितम्, अधिकार इति विषयः. सो तत्र प्रश्नः आयाति यदा वयम् इत्संज्ञकसूत्राणाम् अध्ययनं कुर्मः, श्वः प्रत्यस्य चुटु किमर्थं तत्र भिन्नभिन्नसूत्रं दत्तम्? एकेन सूत्रेण अपि महर्षिः वक्तुं शक्येत न, तत्र श अपि च चूटु प्रत्यस्य तत्र आदौ अस्ति चेत् इत्संज्ञा भवेत्. किमर्थं भिन्नभिन्नसूत्रं दत्तम्? बिकास् सर्वदा अस्माकं मनसि चिन्तनमस्ति महर्षिः लाघवम् इच्छति, लाघवम् इच्छति, लाघवम् इच्छति. सो अत्र किमर्थं महर्षिणा लाघवार्थम् एकमेव सूत्रं न दत्तम्? किमर्थं भिन्नभिन्नसूत्रं दत्तं? तद् तत्र चिन्तनम् एवम् एव, यः शः प्रत्ययस्य सूत्रेण कार्यं सः नित्यकार्यं, परन्तु चुट्टुसूत्रेण यत् कार्यं कुत्रचित् भवति कुत्र, तत्र एकम् अन्यत् प्रत्ययः अपि अस्ति, इदानीं तु न स्मरामः. तत्र चकारः आदौ अस्ति, तथापि तत्र चकारस्य इत्संज्ञा न भवति तस्मिन् प्रत्यये. अतः तत्र एव एतत् सर्वं लिखितं, चुटु इत्यनेन यत् कार्यं, यत् इत्संज्ञा भवति प्रत्ययानाम् आदौ, यः इत्संज्ञा वर्णानाम् इत्संज्ञा, सः अनित्यकार्यं, कुत्रचित् भवति कुत्रचित् न भवति. इत्युक्ते औत्सर्गिक 90% आफ् द टैम्स् भवति, परन्तु तत्र अपवादाः अपि सन्ति, कुत्रचित् न भवति. अतः सूत्रद्वयं दत्तम्, शः प्रत्ययस्य सूत्रेण कार्यं नित्यकार्यं, परन्तु चुटु इत्यनेन अनित्यकार्यम् इति तत्र प्रसङ्गः अस्ति. अस्तु, अत्र स्थगामः. जगदीश महोदय कृपया शान्तिमन्त्रं पठतु महोदय. अवश्यम्. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरि ॐ श्रीगुरुभ्यो नमः. हरि ॐ तत्सत्. नमस्काराः, धन्यवादाः, पुनः मिलामः. सुप्रभातम्. धन्यवादः.